गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र अनुमितिः मूलविषये यद्यपि तत्र विभागः अपि अस्माकं लक्ष्यमस्ति तत्र विभागः वर्तते अतिरिक्तगुणः संयोगनाशकः इति किन्तु विभागः अतिरिक्तगुणः इति तत्र तद् ज्ञानं तत्र प्रत्यक्षज्ञानं नास्ति अनुमितिज्ञानं भवति नाम अनुमानेन तत्र विभागस्य अस्तित्वम् अतिरिक्तगुणत्वम् इति साधितुम् इच्छामः अतः तत्र अनुमानम् इति विषयः अस्माभिः तत्र पठितव्यः अत्र वयं पूर्वं दृष्टवन्तः तत्र अनुमितिः इति तत्र स्वार्थानुमानं परार्थानुमानम् इति आसीत् तत्र परार्थानुमानं मध्ये तत्र पञ्च अवयववाक्यानि नाम तत्र पञ्चवाक्यानि आसन् तत्र प्रतिज्ञावाक्यम् इत्यादिकं तत्र वयं दृष्टवन्तः यत्र व्याप्तिः नाम तत्र अन्वयव्याप्तिः अस्ति नाम यत्र यत्र धूमः तत्र तत्र वह्निः इति इदानीं वयं किं कर्तुम् इच्छामः तत्र विभागस्थले तत्र व्याप्तिः तत्र अन्वयव्याप्तिः न भवति किन्तु व्यतिरेकव्याप्तिः भवति इति कृत्वा तत्र व्यतिरेकव्याप्ति उपयुज्य अपि तत्र अनुमितिः कथं भवति इति अस्माभिः पठितव्यः अनुमितिः कथं कर्तव्या इति अस्माभिः पठितव्या हा अतः इदानीं तत्र वयं व्याप्तिः तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इदानीं तत्र अभावः इति उपयुज्य स्थितिः का इति वयं द्रष्टुम् इच्छामः अपि तत्र गतवर्गे वयं तत्र वाक्यत्रयं दृष्टवन्तः नाम तत्र व्याप्यः व्यापकः यद्भवति नाम धूमः वह्निः अपि धूमः व्याप्यः वह्निः व्यापकः किन्तु यदि अभावः स्वीकुर्मः तर्हि तत्र धूमाभावः व्यापकः भवति वह्न्याभावः व्याप्यः भवति नाम धूमाभावस्य क्षेत्रं बृहत् अस्ति यतोहि धूमस्य क्षेत्रं न्यूनमस्ति वह्नेः क्षेत्रं बृहत् अस्ति इति कृत्वा वह्नि अभावस्य क्षेत्रं न्यूनमस्ति हा अतः तत्र व्याप्यः अत्र धूमः व्यापकः अत्र वह्निः किन्तु अभावस्थले वह्न्यभावः व्याप्यः भवति धूमाभावः व्यापकः भवति नाम व्याप्य अस् धूमः तस्य अभावः व्यापकः नाम व्याप्य अभावः व्यापकः भवति व्यापकः वह्नि तस्य अभावः व्याप्यः भवति नाम व्यापक अभावः व्याप्यः भवति अतः अभावपदस्य योजनेन तत्र परिवर्तनं भवति इति एतत् सर्वं दृष्टवन्तः अत्र केवलं तत्र चित्ररूपेण प्रदर्शितमस्ति किन्तु तत्र किं स्मर्तव्यम् इत्युक्ते तत्र यत्र यत्र व्याप्यः तत्र तत्र व्यापकः नाम यदि तद्वाक्यं सत्यमस्ति तर्हि यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्याभावः एतदपि सत्यमस्ति यदि प्रथमवाक्यं सत्यमस्ति तर्हि द्वितीयवाक्यमपि सत्यमस्ति अपि यदि द्वितीयवाक्यं सत्यमस्ति तर्हि तत्र तृतीयवाक्यं नाम तथैव तत्र अभावस्य योजनेन यत्र यत्र व्याप्याभावाभावः तत्र तत्र व्यापकाभावाभावः अभावः इति तर्हि तत्र एतदपि सत्यं भवति अतः प्रथमवाक्यं सत्यं चेत् द्वितीयवाक्यं सत्यं द्वितीयवाक्यं सत्यं चेत् तृतीयवाक्यमपि सत्यं द्वितीयवाक्यम् एव तत्र व्यतिरेकव्याप्तेः कार्यं तदेव तत्र एव व्यतिरेकव्याप्तिः तस्य रूपम् एतादृशं भवति अस्तु तर्हि इदानीं तत्र तत्र ध्वनिः धूमः इति एतद् गतवर्गे पठितवन्तः, किन्तु एतदेव तत्र मूलं भवति इति कृत्वा तत्र एतस्य आधारेण एतदेव आधारः भवति इति कृत्वा पुनः एकवारं पठामः. तर्हि तत्र मृगाणि भगिनी पठति आरम्भं करोति वा? अत्र विंशतिपर्वताः सन्ति इति आरभ्य. अत्र विंशतिः पर्वताः सन्ति, तेषु पञ्चदशसु वह्निः अस्ति. दृश्यते खलु भगिनि, अथवा किञ्चित् उपरि स्थापनीयं वा? नाम एतत् समीचीनं भवति. अत्र विंशतिः पर्वताः सन्ति, तेषु पञ्चदशसु वह्निः अस्ति, सप्तसु च धूमः अस्ति, पञ्चसु पर्वतेषु वन्याभावः अस्ति, त्रयोदशसु पर्वतेषु च धूमाभावः अस्ति. पश्यतु, यत्रे वह्निः व्यापकः धूमः व्याप्यः. यत्र यत्र धूमः अस्ति सप्तसु पर्वतेषु, तत्र तत्र वह्निः अवश्यम् अस्ति, यतोहि वह्निः धूमस्य अपेक्षया व्यापकः. अधुना विपरीतत्वेन पश्यामः. विंशत्यां पर्वतेषु केवलं सप्तसु धूमः वर्तते, अतः तदधिकेषु धूमाभावः अस्ति, नाम त्रयोदशसु. किन्तु पञ्चदशसु वह्निः अस्ति, नाम विंशत्याम् अधिकेषु, अतः न्यूनेषु एव वह्न्याभावः वर्तते. केवलं पञ्चसु त्रयोदशसु पर्वतेषु धूमाभावः, पञ्चसु च वह्न्याभावः. पश्यतु, चित्रे धूमाभावः व्यापकः, वह्न्याभावः व्याप्यः. धूमाभावः व्यापकः, आम्, वन्याभावः व्याप्यः. यत्र यत्र वन्याभावः अस्ति पञ्चसु पर्वतेषु, यत्र यत्र वन्याभावः अस्ति पञ्चसु पर्वतेषु, तत्र तत्र धूमाभावः अवश्यम् अस्ति, अतः यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. किन्तु यत्र यत्र व्यापकाभावः, तत्र व्याप्याभावः. यः व्याप्यः अस्ति, नाम धूमः, तस्य अभावः व्यापकः भवति. अपि च यः व्यापकः आसीत्, नाम वह्निः, तस्य अभावः व्याप्यः भवति. तर्हि एतत् मूलतः विंशतिः पर्वताः सन्ति, तेषु सप्त पञ्चसु वह्निः अस्ति, सप्तसु धूमः अस्ति, पञ्चसु पर्वतेषु वन्याभावः. आम्, खलु अत्र वन्यभावः, पञ्चसु वन्याभावः अस्ति, धूमाभावः. किमाचरे धूमाभावः, धूमाभावः पञ्चदश, त्रयोदश खलु, त्रयोदश, त्रयोदशेषु पर्वतेषु अतः अत्र तर्हि तत्र वह्निः अपि धूमः, तत्र किम् अस्ति यत्र यत्र तत्र यत्र यत्र धूमः तत्र तत्र वह्निः निश्चयेन अस्ति. अतः धूमः व्याप्यः, अतः धूमः व्याप्यः, धूम अग्निः वह्निः व्यापकः. व्यापकः अस्तु. इदानीं तत्र विपरीतत्वेन किम् अस्ति इति पश्यामः. तर्हि तत्र एकनिमिषचित्रम् अत्र आनयामि, यतोहि तेन एकनिमिषं वदतु. दृश्यते वा? इदानीं तत्र अभावस्य स्थले किं भवति? वह्नि अभावः, पिण्डूमा अभावः, वह्नि अभावः, नाम व्यापक स्थलेषु धूमाभावः तु त्रयोदशस्थलेषु. त्रयोदशस्य अतः आधिक्येन तत्र धूमाभावः वर्तते खलु. किन्तु यत्र यत्र तत्र व्यापकव्याप्यः भावः भवति चेत् तत्र यत्र यत्र एकः तत्र तत्र द्वितीयः इति अपि तत्र प्रदर्शनीयं खलु. तर्हि तत्र धूमाभावः अस्ति, अपि वन्यभावः अस्ति. कः व्याप्यः, कः व्यापकः? वन्यभावः न्यूनस्थलेषु वर्तते. अत्र वन्याभावः व्याप्यः अस्ति, धूमाभावः व्यापकः अस्ति. व्यापकः अस्ति तत्र इति चिन्तनं. तर्हि तत्र यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः वर्तते वा इति द्रष्टव्यं. नाम अत्र वन्याभावः अस्ति, धूमाभावः अपि अस्ति. वन्याभावः अस्ति, धूमाभावः अपि अस्ति. किन्तु अत्र वन्यभावः नास्ति, किन्तु धूमाभावः अपि अस्ति. अतः धूमाभावस्य क्षेत्रं बृहत् अपि अस्ति, अपि यत्र वन्यभावः तत्र निश्चयेन धूमाभावः इति अत्र प्रदर्शितमस्ति. अतः तत्र केवलम् आधिक्यम् इति नास्ति इति एकः अंशः, अपि यत्र यत्र धूमाभावः तत्र वन्यभावः तत्र तत्र निश्चयेन धूमाभावः इति अपि भवति. अतः तत्र व्याप्य व्यापकः भावः तत्र अस्ति. तर्हि तत्र अन्तिमः भागः तत्र इदानीं तत्र अतः इति आरभ्य किञ्चित् वदतु. अतः यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, किन्तु यत्र यत्र व्यापकाभावः व्यापकाभावः तत्र तत्र व्याप्याभावः. समीचीनं खलु. आम्, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः अस्ति, व्यापकः अस्ति, किन्तु यत्र यत्र तर्हि अत्र व्याप्यः तु धूमः खलु. तर्हि यत्र यत्र धूमः तत्र तत्र यत्र व्यापकाभावः अर्थात् वन्याभावः, यत्र यत्र वन्याभावः तत्र तत्र व्याप्याभावः अर्थात् धूमाभावः. अतः यः व्याप्यः आसीत् नाम धूमः, तस्य अभावः भवति. इदानीं व्यापकः भवति. यदा अभावः इति स्वीकुर्मः तर्हि व्याप्यस्य अभावः व्यापकः भवति, धूमाभावः व्यापकः भवति. अपि च व्यापकः आसीत् नाम वह्निः, तस्य अभावः व्याप्यः भवति. व्याप्यः भवति. समीचीनं खलु. आम् आम् आम् आचार्य. अस्तु, तर्हि तत्र अत्र प्रश्नः अस्ति वा तत्र परिवर्तनविषये? अस्तु, तर्हि अग्रे सरामः. इदानीं तत्र चित्रस्य आवश्यकता भवेत् इति मन्ये. अवगमिष्यामः. अस्तु, तर्हि अग्रे नीता भगिनी अग्रे तत्र तत्र च इति आरभ्य. तत्र च सप्तसु पर्वतेषु धूमः, अधिकं त्रयोदशसु पर्वतेषु धूमाभावः, इत्युक्ते विंशतिः पर्वताः. नाम एवं न कोऽपि पर्वतः अस्ति यस्मिन् न धूमः अस्ति न वा धूमाभावः. सर्वेषु पर्वतेषु धूमः अथवा धूमाभावः. धूमः नास्ति चेत् धूमाभावः, धूमाभावः नास्ति चेत् धूमः. आहत्य विंशतिः पर्वताः, अधिकेषु धूमः अस्ति चेत् न्यूनेषु धूमाभावः. एवमेव वह्निना वह्नि अभावेन च सह, वह्निना वह्नि अभावेन च सह. तदर्थम् एव यः व्यापकः अस्ति अत्र वह्निः, तस्य अभावः व्याप्यस्य अत्र धूमस्य अभावस्य अपेक्षया व्याप्यः भवति. सप्त धूमः, त्रयोदश धूमाभाव, अधिकं त्रयोदश धूमाभाव इत्युक्ते विंशतिः पर्वतः. तथैव पञ्चदश वह्निः, अधिकं पञ्चवह्न्यभावः इति दत्तमस्ति. अत्र यत् वयं दृष्टवन्तः तत्र विंशतिः पर्वताः, तत्र विंशतिः पर्वताः सन्ति. तेषु वयं पश्यामः चेत् तत्र धूमः अस्ति सप्तसु पर्वतेषु, अनन्तरं त्रयोदशसु पर्वतेषु तत्र धूमाभावः वर्तते. तत्र सर्वं मिलित्वा विंशतिपर्वताः, तेषु धूमः अस्ति सप्तसु पर्वतेषु, त्रयोदशसु पर्वतेषु धूमाभावः अस्ति. इत्युक्ते तत्र दत्तमस्ति कोऽपि पर्वतः तत्र नास्ति यस्मिन् धूमः अपि नास्ति वा धूमाभावः अपि नास्ति. एतादृशी स्थितिः तत्र नास्ति. एवं सर्वेषु पर्वतेषु धूमः नो चेत् धूमाभावः तु वर्तते इति दत्तमस्ति. सर्वेषु पर्वतेषु धूमः अथवा धूमाभावः, धूमः नास्ति चेत् धूमाभावः, धूमाभावः नास्ति चेत् धूमः इति. अतः एव तत्र गणनं कुर्मश्चेत् तत्र विंशतिः इति प्राप्नुमः. अनन्तरं तत्र दत्तमस्ति विंशतिः पर्वताः, तेषु इदानीं वयं दृष्टवन्तः धूमः अस्ति सप्तसु, धूमाभावः अस्ति त्रयोदशसु. इत्युक्ते तत्र अधिकेषु धूमः अस्ति चेत् न्यूनेषु धूमाभावः. आहत्य विंशतिपर्वताः, अधिकेषु धूमः अस्ति चेत् न्यूनेषु धूमाभावः. धूमाभावः अधिकेषु एवं अस्ति चेत् तत्र न्यूनेषु धूमः भवति इति, खलु? नाम एकस्य सङ्ख्या अधिका भवति चेत् अन्यस्य सङ्ख्या न्यूना भवेत्, यतोहि तत्र तावदेव. नाम यतोहि तयोः तत्र योगः, नाम तत्र यदि विंशतिः योगः इति वदामः, तत्र विंशतिः इति एव प्राप्नुमः. त्रयोदश योगः सप्तः विंशतिः, अतः योगः नाम मिलित्वा तत्र विंशतिः इति एव सर्वदा प्राप्नुमः. अतः यदि प्रथमस्य सङ्ख्या अधिका भवति चेत् द्वितीयस्य सङ्ख्या न्यूना भवेत्. सर्वं मिलित्वा विंशतिः पर्वतः. तथैव वह्निविषये अपि दत्तमस्ति वह्निना वह्नि अभावेन च सह. तथैव अधुना अत्र चित्रे किमस्ति, वह्निः अस्ति तादृशी सति पञ्चदशेषु पर्वतेषु, वह्नि अभावः अस्ति पञ्चसु. वह्नि अभावः पञ्चसु, वह्नि अस्ति पञ्चदशेषु. यः व्यापकः अस्ति, अधुना प्रथमता तु वयं दृष्टवन्तः धूमः व्याप्यः, वह्नि व्यापकः. अत्र व्यापकः, यः व्यापकः अस्ति वह्नि, तस्य अभावः वह्ने अभावः व्याप्यस्य अभावस्य अपेक्षया व्याप्यः भवति. अधुना धूमः व्याप्यः, वह्निः व्यापकः, परन्तु अभावस्थले किं भवति? धूम अभावः व्यापकः भवति, वह्नि अभावः व्याप्यः भवति. अतः तत्र यः व्यापकः अस्ति तस्य अभावः व्याप्यस्य अभावस्य अपेक्षया व्याप्यः भवति इति विपरीतदृष्ट्या तथा भवति यदा अभावशब्दस्य योजना वयं कुर्मः तदा धूमाभावः व्यापकः वह्नि अभावः व्याप्यः भवति अधुना सर्वं मिलित्वा तत्र सप्तसु पर्वतेषु धूमः त्रयोदशेषु धूमाभावः मिलित्वा विंशतिपर्वताः तथैव वह्निविषये चिन्तयामः चेत् पञ्चदशेषु वह्निः अभावः पञ्चसु तदपि पञ्चदश पञ्च मिलित्वा तत्र विंशतिपर्वताः एव सिद्ध्यन्ति इति मम तत्र यदि अत्र सङ्ख्या सप्त इति अस्ति नाम धूमस्तरे सप्त पर्वतेषु सप्तसु धूमः वर्तते त्रयोदशसु धूमाभावः वर्तते तत्र सप्त इति स्थाने दश इति यदि कुर्मः तत्र त्रयोदशः न तिष्ठति खलु अत्र दश भवति चेत् एतत् त्रयोदशः इति न भवति पञ्चदश इति न भवति एतस्य एषा सङ्ख्या अपि अधिका न भवति न्यूना भवेत् अधिका न भवेत् अतः तत्र आहत्य यतोहि सर्वदा विंशतिः प्राप्नुमः अतः यदि एषा सङ्ख्या अधिका भवति तदा एषा सङ्ख्या न्यूना भवति अतः एव तत्र विपरीतं भवति इति नाम किमर्थं विपरीतत्वं भवति यदा अभावपदं योजयामः इति नाम व्याप्यः व्याप्याभावः व्यापकः भवति व्यापकाभावः व्याप्यः भवति किमर्थम् किमर्थं भवति इत्युक्ते तत्र आहत्य तत्र मिलित्वा तत्र सङ्ख्या तत्र नित्या भवति तत्र परिवर्तनं न भवति विंशतिपर्वताः एव प्राप्नुमः अतः एव तत्र यदि एकस्य क्षेत्रं बृहत् अस्ति चेत् तस्य अभावस्य क्षेत्रं न्यूनं भवेत् तस्य आधारेण एव तत्र विपरीतं भवति अतः एव तत्र वन्य अभावेन तत्र आहत्य विंशतिपर्वताः इति वाक्यमस्ति खलु भगिनि नाम आहत्य विंशतिपर्वताः यतोहि तत्र धूमः अस्ति अथवा धूमाभावः वर्तते एवमेव वन्यना वन्यभावेन च सह तदर्थम् एव यः व्यापकः अस्ति तस्य अभावः व्याप्यस्य अभावस्य अपेक्षया व्याप्यः भवति इति नाम किमर्थं स्थितिः परिवर्तन इति भवति इत्युक्ते तत्र तत्र सङ्ख्या तादृशी भवति नाम एकस्य सङ्ख्या तत्र सङ्ख्यायाः वर्धनं भवति चेत् अन्यस्य सङ्ख्यायाः तत्र किं भवति वर्धनस्य विपरीतं किम् अस्ति कोऽपि स्मरति वा न्यूनीकरणम् इति अस्तु तादृशं भवति अस्तु अस्तु तर्हि धन्यवादः भगिनि अस्तु अग्रे इदानीं तत्र सावित्री भगिन्याः रचितं स्थितमपि तत्र अस्ति तत्र तेन किं जानीमः नाम आहत्य सर्वदा तत्र आहत्य नाम तत्र आहत्य सर्वदा विंशतिपर्वताः एतस्य क्षेत्रम् अधिकं चेत् धूमस्य क्षेत्रं न्यूनम् इति ओ क्षम्यतां तत्र किं कृतं वह्निः वह्नि अभावः एतस्य क्षेत्रं बृहत् अस्ति चेत् तस्य अभावस्य क्षेत्रं न्यूनं धूमाभावस्य क्षेत्रं बृहत् इति कृत्वा धूमस्य क्षेत्रं न्यूनम् अपि एतत् सम्पूर्णक्षेत्रं विंशतिपर्वताः एव अतः तत्र मेलनेन सर्वदा विंशतिः इति एव प्राप्नुमः यदि तत्र धूमः धूमाभावः पश्यामः तत्र विंशतिपर्वतेषु धूमः यत्र वर्तते अभावः कुत्र वर्तते वह्निः कुत्र वर्तते वह्न्याभावः कुत्र वर्तते अथवा अन्यस्य तत्र अन्यस्य अभावः अपि तत्र पर्वते तत्र किं मन्दिरम् अस्ति वा, मन्दिरस्य अभावः अस्ति वा इति यदि पश्यामश्चेत् तत्रापि यदि तत्र पञ्चसु पर्वतेषु मन्दिरम् अस्ति, पञ्चदशसु मन्दिरे पर्वतेषु मन्दिरं नास्ति चेत् तत्रापि मन्दिरं मन्दिरस्य अभावः आहत्य विंशतिः इति एव प्राप्नुमः. अतः सर्वदा कोऽपि पदार्थः तस्य अभावः यदि विंशतिपर्वतेषु पश्यामः आहत्य सर्वदा विंशतिः इति सङ्ख्या एव भवति इति. अस्तु, तर्हि इदानीम् अग्रे सरामः, यतोहि वयम् अवगतवन्तः कथं भवति इति. इदानीं तर्हि तत्र उषा भगिनी अग्रे पठति वा. अस्तु महोदय. सम्प्रति यत्र यत्र वन्य अभावः तत्र तत्र धूम अभावः इत्यस्मात् पर्वतः वन्यमान् इति साधनीयम्. अस्तु, अत्रापि पञ्च अवयवाः सन्ति. पञ्च अवयवाः व्यतिरेकव्याप्तौ पर्वतः वन्यमान् धूमात्. प्रथममस्ति प्रतिज्ञावाक्यं पर्वतो वन्यमान्. द्वितीयं हेतुवाक्यं धूमवत्वात्, हेतुवाक्यं धूमवत्वात्. तृतीयमस्ति उदाहरणवाक्यं यो यो वन्नि अभाववान् सः सर्वोऽपि धूम अभाववान् यदा यथा ह्रदः. यः वन्नि अभाववान् सः सर्वोऽपि धूम अभाववान् यथा ह्रदः. अस्तु, चतुर्थमस्ति उपनयवाक्यं न तथा न तथा च अयम्. पूर्वं तथा च अयम्, ओके, न तथा च अयम्. अयं पक्षः पर्वतः तथा न, अयं पक्षः पर्वतः तथा न. हेत्व अभाववान् हेतु अभाववान् न भवति, हेतु अभाववान् न भवति. अस्तु, पञ्चमवाक्यमस्ति निगमनवाक्यं तस्मात् न तथा, तस्मात् न तथा, तस्मात् हेत्व हेतु अभाव अभावात् न तथा नाम वन्नि अभाववान् न. वन्नि अभाव वन्नि अभाववान् न इत्युक्तौ वन्नि अभाव अभाववान्, वन्नि अभाव अभाववान् इत्युक्ते वन्निमान्. अस्तु, सम्प्रति यत्र यत्र वन्नि अभावः तत्र तत्र धूम अभावः, यत्र यत्र वन्नि अभावः तत्र तत्र धूम अभावः इत्यस्मात् पर्वतः वन्निमान् इति साधनीयम्. अस्तु, तत्र तत्र अस्तः कः इति नाम अस्माकम् उदाहरणमस्ति नाम पर्वते धूमः वर्तते, अतः पर्वतः धूमवान् इति कृत्वा पर्वतः वन्निमान् इति एव अनुमिति खलु, अनुमानम्. किन्तु तदेव साध्यं, किन्तु किमर्थं तत्र इत्यस्मात् यत्र यत्र वन्य अभावः तत्र तत्र धूमाभावः इत्यस्मात्? यतोहि यत्र वन्य अभावः यत्र यत्र वन्य अभावः तत्र तत्र धूम अभावः व्यतिरेकवाक्यं खलु. नाम अस्तु अस्तु, नाम पूर्वं पूर्वं तत्र अनुमितिस्थले इति स्मरामः, अनुमितिस्थले तत्र पञ्च अंशाः सन्ति, नाम पक्षः हेतुः पक्षः हेतुः आद्यः अपि उदाहरणं दृष्टान्तम् हेतुः साध्यः दृष्टान्तः दृष्टान्तः अपि दृष्टान्तः पक्षभिन्नस्थलं भवेत् खलु. उदाहरणं पक्षभिन्न भिन्नस्थले यत्र यतोहि तत्र दृष्टान्तस्य आधारेण तत्र एव व्याप्तिः अस्ति इति जानीमः. व्याप्तेः ज्ञानं दृष्टान्त महानसे इति तस्य आधारेण एव तत्र व्याप्तेः ज्ञानं भवति. अपि अतः पञ्च अंशाः सन्ति, पक्षः हेतुः साध्यः दृष्टान्तः. इदानीं तत्र अपि किम् आवश्यकं पक्षधर्मता, नाम पक्षे हेतुः अस्ति इति ज्ञानं भवेत्, पक्षधर्मता ज्ञानं भवेत्, अपि हेतुः साध्ययोः मध्ये व्याप्तिज्ञानं तदपि भवेत्, नाम यत्र यत्र हेतुः तत्र तत्र साध्यः इति ज्ञानम् अपेक्षितम्. इदानीं तदा वयं जानीमः प्रक्रिया कीदृशी भवति, नाम अनुमितिप्रक्रिया कीदृशी भवति इति तदा जानीमः. इदानीं किं भवति, अत्र व्याप्तेः आकृतिः परिवर्तिता भवति. यत्र यत्र हेतुः तत्र तत्र साध्यः इति त्यक्त्वा यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः अस्ति इति व्यतिरेकव्याप्तिरूपं स्वीकृत्य इदानीम् अनुमिति कथं भवति इति प्रदर्शयामः. पूर्वम् अन्वयव्याप्ति उपयुज्य अनुमिति कथम् इति पठितवन्तः. आम् आम्. इदानीं तत्र व्यतिरेकव्याप्ति उपयुज्य अनुमितिज्ञानं कथं भवति इति अत्र दत्तमस्ति. अतः एव तत्र इत्यस्मात् साधनीयम्. इत्यस्मात् पर्वतः वह्निमान् इति साधनीयम्. अत्रापि पञ्च अवयवाः सन्ति, अत्रापि पञ्च अवयवाः सन्ति, किन्तु तत्र किञ्चित् परिवर्तितानि. पञ्च अवयवाः अस्ति व्यतिरेकव्याप्तौ. पर्वतः वह्निमान् धूमात्, पर्वतः वह्निमान् धूमात्, तत्रापि पर्वतः वह्निमान् धूमात् इत्येव खलु. अन्वयव्याप्तिस्थले अपि तादृशमस्ति. अग्रे पश्यामः तत्र व्यतिरेकव्याप्ति रूपं कथं भवति इति. इदानीं केवलं तत्र एतस्य रूपम् अवयवः कानि इति, अवयवः के इति द्रक्ष्यामः. तदनन्तरं तत्र रूपं कथम् इति अपि भवति अग्रे. प्रथममस्ति प्रतिज्ञावाक्यं पर्वतो वह्निमान्. अत्रापि पर्वतो वह्निमान् तदेव अस्माकं लक्ष्यं भवति. लक्ष्यवाक्यं तदेव साधयितुम् इच्छामः इति. अनन्तरमस्ति हेतुवाक्यं धूमवत्वात्. धूमवत्वात् इत्युक्ते हेतुः पक्षे अस्ति इति. पक्षधर्मता ज्ञानम् अस्ति. तृतीयम् अस्ति उदाहरणवाक्यं यो यो वह्नि अभाववान् सः सर्वोऽपि धूम अभाववान् यथा ह्रदः. यः यः वह्नि अभाववान् यत्र यत्र वह्नि नास्ति यत्र यत्र तत्र धूम अभाववान् अपि व्याप्तिज्ञान अत्रापि व्याप्तिज्ञानम् अत्रैव नाम व्याप्तिः किन्तु व्यतिरेकरूपेण. आम् व्याप्तिज्ञानं पूर्वं वयं दृष्टवन्तः यत्र यत्र धूमवान् सः वह्निमान् इति. अत्र योः यो यो वह्नि अभाववान् वह्नि अभाववान् सः सर्वोऽपि धूम अभाववान् यथा ह्रदः. ह्रदः लेक् खलु महोदय, जलं सत्यं, सरोवरं, सरोवरं, सरोवरं. तर्हि सरोवरे तत्र वह्नि अभावः अस्ति खलु सरोवरे. ओ ओ वह्नि अभावः अस्ति, वह्नि अभावः अस्ति, तत्र धूम अभावः अपि वर्तते अस्ति वर्तते. अतः तत्र ह्रदः इति उदाहरणस्य आधारेण वयं जानीमः. पश्यतु यत्र वन्यभावः अस्ति तत्र धूमाभावः अपि अस्ति. अस्तु, अत्र पूर्वं यथा महानसे इति वयं श्रोतुं शक्नुमः. अत्र यथा ह्रदः अभाव अभावस्थले इति अतः व्यतिरेक अन्वयदृष्टान्तः भवति महानसं, व्यतिरेकदृष्टान्तः भवति ह्रदः. उपनयवाक्यमस्ति न तथा च अयं, न तथा च अयं, न तथा च अयं, दिस् इस् द पूर्वम् उपनयवाक्यमस्ति तथा च अयम्. अत्र न तथा च अयं नाम पक्षः, पक्षः पूर्वं वयं दृष्टवन्तः वह्निव्याप्य धूमवान्, वह्निव्याप्य धूमवान् पर्वतः, वह्निव्याप्य धूमवान्. अत्र अयं पक्षः, अयं पर्वतः, अयं पक्षः पर्वतः तथा न, सो धूम वह्नि अभाववान् इति. अयं पक्षः दत्तमस्ति हेत्व अभाववान् न भवति. हेतु अभाववान्, हेतु अभाववान् न भवति. हेतु अभाववान् न अभाववान् न भवति इति चेत् हेतु अस्ति इति एव, इति एव सत्यं. हेतु हेतोः अभावः अस्मिन् पर्वते नास्ति. ओ हेतु अभावः अत्र पर्वते नास्ति इति हेतुः धूमः अस्ति इति एव. सो अयं पक्षः पर्वतः तथा न, तथा धूमाभाववान् न, धूमाभाववान् यतोहि उदाहरणवाक्ये धूमाभाववान् इति दत्तम् इत्यनेन वा न तथा च अयं, न तथा च अयं, यो यो भन्य अभाववान् सर्वोऽपि धूम अभाववान्. अत्र न तथा च अयं नाम अत्र हेत्वा अभाववान् नास्ति एषः पर्वतः, अतः अभाववान् नास्ति. अस्तु धूम अभाववान् नास्ति इति कृत्वा तर्हि वन्य अभाववान् भवेत् खलु, वन्य अभाववान् न भवेत्, वन्य अभाववान् न भवेत्. न तथा च अयं, ओके, वन्नि अभाववान्, वन्नि अभाववान् न भवेत्, वन्नि अभाववान् न भवेत् इत्युक्ते वह्निः अस्ति इति, वन्नि वन्नि पर्वतः पर्वते वह्नि अस्ति इति, न तथा च अयं. सो अयम् अत्र हेत्वा अभाववान्, हेत्वा अभाववान् इति अयम् इति इफ् ऐ टेक् इट् अस् हेत्वा अभाववान् देन् न तथा च अयम् इत्युक्ते हेत्वा अभाववान् न भवति इति, न हेत्वा अभाववान् न. अस्तु अस्तु पर्वतः नास्ति, पर्वतः हेत्वा अभाववान् नास्ति, नास्ति. अस्तु अनन्तरं निगमनवाक्यं तस्मात् न तथा, तस्मात् हेत्वा अभाववान् अभाववान् नास्ति, हेत्वा अभाववान् नास्ति इत्यनेन तस्मात् न तथा, न तथा, ओके, तस्मात् हेत्वा अभाववान् न तथा नाम वह्नि अभाववान् न तथा, न तथा, न तथा इत्युक्ते नाम वह्नि अभाववान् न, ओके, हेत्वा अभाववान्, हेत्वा अभाव अभावात्, हेत्वा अभाव अभावात्, हेत्वा अभाव अभावात्, हेत्वा अभाव अभावात् इत्युक्ते वह्नि अभाव अभावात्, वह्नि अभाव धूम अभाव अभाव धूम अभाव अभावात्, धूम अभाव, धूम अभाव अभाव, धूम अभावः नास्ति इति, धूम अभावः नास्ति इत्युक्ते धूमः अस्ति. सो किन्तु आरम्भे किञ्चित् नियम् यत्र वन्य अभावः वर्तते तत्र धूम अभावः निश्चयेन वर्तते, खलु? इति उदाहरणवाक्यम्. अतः अत्र धूमाभावः नास्ति, धूमाभावः नास्ति, वन्यभावः अपि नास्ति. ओ अस्तु, वन्यभावः अपि नास्ति, तदेव निगमनम्. अस्तु, अभाव अभावात् वन्य अभाववान् न, वन्यभाववान् नास्ति. सो उदाहरणवाक्यम् ओके, हेत्व अभाव अभावात्, हेत्व अभाव अभावात् न तथा नाम वन्य अभाववान् न. अस्तु, वन्य अभाव वन्य अभाववान् न इत्युक्तौ वन्नि अस्ति इति, वन्निमान् इति, वन्नि अभाववान् न इत्युक्तौ वन्नि अभाव अभाववान् इत्युक्ते वन्निमान्. यतोहि तत्र अभावः इति द्विवारम् उपयोगं कुर्मश्चेत् तत्र वह्निः इति एव प्राप्तवान् खलु, वह्नि अभावस्य अभावः वह्निः एव. नाम वह्नि अभावस्य प्रतियोगी वह्निः, अतः वह्नि अभाव अभावः इति उक्तौ वह्निः एव इति. अतः तत्र किं भवति, तत्र अत्र तृतीयवाक्ये तत्र उदाहरणवाक्यं तत्र परिवर्तनं, यो यो साध्य अभाववान् स सर्वोऽपि हेत्व अभाववान्, यथा इति तदनन्तरं दृष्टान्तः भवति, उदाहरणं भवति. अपि न तथा च अयं नाम तत्र हेत्व अभाववान् पक्षः न भवति. तदनन्तरं निगमनवाक्यं भवति, तस्मात् न तथा नाम तस्मात् पक्षः, पक्षे हेत्व अभाव अभावात् पक्षः साध्य अभाववान् नास्ति पक्षः, अतः पक्षः साध्यवान् भवति इति. अतः तत्र उदाहरणम् अपि भिन्नम् अपि तत्र रूपम् एतदपि भवितुं प्रायशः एतदेव भवति चेत् तत्र केवलं दृष्टान्तः भिन्नः भवति अथवा तत्र अत्र एतादृशं रूपमेव स्वीकृतम् इति मन्ये खलु भगिनि, व्यतिरेकव्याप्तेः अपि पर्वतः वन्यमन् धूमात् इति एव, किन्तु व्यतिरेकव्याप्तिः. अहं चिन्तितवान् तत्र रूपं किञ्चित् भिन्नं भवति इति, रूपम् एतदेव अस्ति, तत्र अन्यत् रूपं न दत्तम्. अस्तु, तर्हि अत्रापि पञ्च अवयवाः सन्ति, प्रतिज्ञावाक्यं, हेतुवाक्यं नाम पक्षधर्मता नाम धूमवत्वात् इति, उदाहरणवाक्यम्, उपनयनवाक्यं, तदनन्तरं निगमनवाक्यं, सर्वं मिलित्वा अनुमितिः अत्र निगमनवाक्यात् प्राप्नुमः. इदानीं तत्र वयं व्याप्तिः कथम् इति दृष्टवन्तः खलु, तत्र व्याप्तेः लक्षणम् आसीत्, तत्र साध्य नाम हेत्वाधिकरण अभाव अप्रतियोगी साध्य सामानाधिकरणीयम् एव व्याप्तिः. इदानीं व्यतिरेकव्याप्तिस्थले लक्षणं कथं भवति इति, तद् आसीत् अन्वयव्याप्तेः लक्षणम्. इदानीं व्यतिरेकव्याप्तेः लक्षणं कथं भवति इति पश्यामः. अस्तु, तत्र तदेव अग्रिमविषयः, सः एव अग्रिमविषयः. अस्तु, धन्यवादः भगिनि. धन्यवादः. इदानीं नीता भगिनी अग्रे पठति वा? अत्र वस्तुतः केवलं पूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनं, नाम द्वितीयवाक्यं अत्र उदाहरणवाक्यं सत्यं, किन्तु अत्र पक्षे तथा नास्ति। अत्र उपनयवाक्यं तथा नास्ति इत्यस्य कथनेन तृतीयं वाक्यम् अस्ति, अत्र निगमनवाक्यम्, अनेन च साध्यं सिद्ध्यति। अग्रिमे अपि पठानि वा? हा, किन्तु तस्मात् प्राक् अपि पठतु भगिनि, किन्तु तत्र पूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनम् इति तत्र किम् अस्ति नाम यो यो वन्य अभाववान् स सर्वोऽपि धूमा अभाववान्, तदनन्तरं न तथा च अयम् इति आसीत् खलु, अत्र नाम तादृशं नास्ति, नाम तस्य अभावः वर्तते एतस्य, यत्र यत्र अभाववान् तत्र तत्र धूम अभाववान् इति, किन्तु न तथा च अयं, तत् किमस्ति अत्र पूर्वं, पूर्वम् इत्युक्ते पूर्वं यत् बहुपूर्वं वयं दृष्टवन्तः, नाम तत्र यत्र यत्र वह्निः, यत्र यत्र धूमः तत्र तत्र वह्निः, तदनन्तरं यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः, पुनः अभावस्य योजनेन वयं यत्र यत्र धूमाभावाभावः तत्र तत्र वन्याभावाभावः इति, अतः द्वितीयवाक्यं नाम एतद्वाक्यं, तृतीयवाक्यं नाम एतद्वाक्यम्, एतयोः मेलनमेव तत्र व्यतिरेकव्याप्तौ आगच्छति इति, नाम द्वितीयपूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनमेव अत्र अस्ति। नाम द्वितीयवाक्यम् अत्र उदाहरणवाक्यं सत्यं, किन्तु अत्र पक्षे तथा नास्ति, अत्र उपनयवाक्यं, हा हा, अत्र एतस्मिन् विषये तत्र द्वितीयवाक्यं यत् अस्ति, यः यः वह्नि अभाववान् सः सर्वपि धूम अभाववान्, यथा रुदः सरोवरे, तद् दत्तमस्ति अत्र उदाहरणवाक्यं सत्यं, किन्तु अत्र पक्षे तथा नास्ति इत्युक्ते उपनयवाक्यम् अस्माकम् उत उपनयवाक्यं किमस्ति, तत्र न तथा अयम् इत्युक्ते अत्र पक्षे इत्युक्ते पर्वते तत्र हेतु अभाववान् न भवति, हेतु हेतोः अभावः न भवति इत्युक्ते हेतुः अस्ति इत्युक्ते धूमः अस्ति अत्र, अतः तत्र यः यत्र यत्र वन्याभावः तत्र उदाहरणवाक्यं पूर्वं वयं यत्र यत्र वन्याभावः तत्र तत्र धूमाभावः इति पठितवन्तः, तदनन्तरं यत्र यत्र धूमाभावाभावः तत्र तत्र वन्याभावाभावः इति आसीत्, अतः द्वितीयवाक्यम् उदाहरणवाक्ये आगच्छति, न तथा च अयं नाम यथा भवत्या उक्तं हेत्व अभाववान् नास्ति, अतः यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः इति आगच्छति, अतः पूर्वं यत् द्वितीयवाक्यमासीत् तत् उदाहरणवाक्ये अन्तर्गतम्, अपि तृतीयवाक्यं यदासीत् तत् उपनयवाक्ये अन्तर्गतमस्ति, तदेव प्रदत्तमस्ति। तथा नास्ति इत्यस्य कथनेन तृतीयं वाक्यम् अस्ति, निगमनवाक्यं, तत् तस्मात् न तथा इति निगमनवाक्ये तत्र इत्युक्ते तस्मात् हेतु अभाव अभावात् न तथा नाम वह्नि अभाववान् न, वह्नि न इत्युक्ते तत्र वह्नि अभाववान् न इत्युक्ते वह्नि अभाव अभाववान् नास्ति, वह्नेः अभाव नास्ति इत्युक्ते तत्र साध्य वह्नि अस्ति इति साध्य इत्युक्ते धूमः अभावः नास्ति, धूमः अभावः हेतु इत्युक्ते धूम अभाव नास्ति, धूम अभाव अभावात् न तथा वह्नि अभाववान् न, वह्नि अभाववान् न इत्युक्ते वह्नि अस्ति, वह्नि अभाव वह्नि अभाववान् न इत्युक्ते वह्नि भाव अभाववान् इत्युक्ते वह्निमान् अन्तिमतः अन्येन च साध्यं सिद्ध्यति इति. अतः तत्र एतावत् केवलं तत्र पूर्वं तत्र वाक्यत्रयं नाम अभावस्य योजनेन तत्र यत्र यत्र धूमः तत्र तत्र वह्निः पुनः अभावः पुनः अभावः इति योजितवन्तः. एतस् अत्र किं दत्तम् अपि तस्य तयोः मध्ये कः सम्बन्धः इति एतावत् उक्तं नाम वाक्यत्रयम् अपि पञ्च अवयवाः तयोः मध्ये कः सम्बन्धः इति उक्तः. इदानीं तत्र अग्रे तत्र लक्षणवाक्यं व्यतिरेकव्याप्तेः लक्षणं कथं भवति इति. हा अग्रे अपि पठतु भगिनि. उपरि उपरि उपरि अन्वयव्याप्तिप्रसङ्गे अस्माभिः दृष्टं यत् धूम अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्नी सामानाधिकरण्यम् इति व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः. अधुना एवमेव व्यतिरेकव्याप्तिस्थले साध्य अभावव्यापकीभूत अभावप्रतियोगित्वम् इति व्याप्तिः. साध्य अभावं प्रति हेतु अभावः व्यापकः, तस्य च प्रतियोगी हेतुः. हेतु अभावस्य प्रतियोगी इति कथनेन किं सिद्ध्यति? हेतु अभाव अभावः. अत्र च स्मर्तव्यं यत् उपरि दत्तेषु त्रिषु वाक्येषु द्वितीयम् अस्ति यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः, नाम यत्र साध्यं नास्ति तत्र हेतुः अपि नास्ति. तृतीयं च यत्र यत्र हेतु अभाव अभावः तत्र तत्र साध्य अभाव अभावः. तत्र तृतीयवाक्यस्य हेतु अभाव अभावः, द्वितीयवाक्यस्य हेतु अभावः इत्यस्य प्रतियोगिस्वरूपः. अनेन सर्वं सुलभं. यत्र यत्र वह्नि अभावः तत्र तत्र धूमभावः इति. द्वितीयवाक्यं सत्यम् एव, किन्तु किन्तु अस्मिन् पर्वते धूम अभावः नास्ति, अतः धूम अभाव अभावः अस्ति. धूम अभाव अभावः च धूम अभावस्य प्रतियोगिस्वरूपः. साध्य अभावव्यापकीभूत अभावः अस्मिन् यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभाव इति अर्थः अन्तर्गतः. आमां दीर्घ अस्ति. उपरि अन्वयव्याप्तिप्रसङ्गे अस्माभिः दृष्टं यत् धूम अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्नि सामानाधिकरणम् इति व्याप्ति इति व्याप्तिः साध्यस्य एव अन्वयव्याप्ति. अत्र पुनः एकवारं तत् अन्वयव्याप्तिप्रसङ्गे वयं किं दृष्टवन्तः? तत् अन्वयव्याप्तिप्रसङ्गे धूम अधिकरणवृत्ति धूम अधिकरणवृत्ति हेतु अधिकरणवृत्ति अत्यन्त अभावः अप्रतियोगी. तावत्पर्यन्तं धूम अधिकरणवृत्ति अत्यन्त अभावः तस्य अप्रतियोगी वह्निः इति तत् वयं दृष्टवन्तः. तत् अधिकरणवृत्ति इत्युक्ते तत्र अस्मिन् हेतुः अस्ति, तत्र अभावः कस्यापि अभावः भवेत् तस्य प्रतियोगी, परन्तु वह्नि अप्रतियोगी. तस्य प्रतियोगी कः अपि भवितुमर्हति, परन्तु अप्रतियोगी वह्नि एव भवति इति दृष्टवन्तः. धूमाधिकरणवृत्ति अत्यन्त अभावः अप्रतियोगी वह्नि. अनन्तरं वह्नि सामानाधिकरण्यम् इति वदति. तत् सामान्य समान एव अधिकरणे वर्तते, अतः वह्नि सामानाधिकरण्यम् इति व्याप्तिः. तत् वयं पठितवन्तः अन्वयव्याप्तिस्थले. साध्यस्य एव अन्वयव्याप्ति. अधुना व्यतिरेकव्याप्तिस्तरे किं भवति, तत् वाक्यमस्ति साध्य अभाव व्यापकीभूतः. साध्य अभाव व्यापकीभूतः, साध्य इत्युक्ते अत्र वह्नि, वह्नेः अभाव व्यापकीभूत अभाव, वह्नेः अभाव व्यापक व्यापकीभूतः. व्यापकीभूत पश्यामः, एकमेकं पश्यामः. प्रथमतया तत्र वाच्यम् एतादृशं, व्याप्तिः नाम साध्य अभाव व्यापकीभूत अभाव प्रतियोगित्वम् इति व्याप्तिः. इदानीं साध्याभावं प्रति, साध्य अभावं प्रति हेतुभावः व्यापकः. साध्य अभावं प्रति हेतुभावः व्यापकः, तत् वयं चित्रे, तत् वयं सर्वं साध्य अभावं प्रति हेतु अभावः व्यापकः भवति. हेतुः अतः तत्र साध्याभाव व्यापकीभूतः नाम किम्? व्यापकीभूतः इत्युक्ते व्यापकः यः अस्ति, भवति भूत्वा. भूतः नाम यः अभावः साध्याभावस्य व्यापकः अस्ति. साध्याभावव्यापकीभूत अभावः नाम यः अभावः साध्याभावं प्रति व्यापकः भवति. यः अभावः साध्य अभावं प्रति व्यापकः भवति इति एव अर्थः. अस्तु, यः अभावः अभावः इति विशेष्यं साध्याभावव्यापकीभूतः अभावः इति, तत्र एतावत् विशेषणम्. अभावः कीदृशः? साध्याभावव्यापकीभूतः अभावः. भूतः नाम भूत्वा इति वदामः खलु, तद् तद् भवति, तद् भूत्वा नाम तादृशं रूपं स्वीकृत्य अथवा तादृशी स्थितिः अस्ति. नाम तत्र यथा वयं तत्र गीतासोपाने तत्र द्रौपदी अपि भीमः इति कथा अस्ति खलु, तत्र भीमः तत्र द्रौपदी किमपि किम् इच्छति सा तत्र पुष्पम् इच्छति, सौगन्धि सौगन्धि तत्र तत्र भीमः गदा गदापाणि सन् इति, अथवा गदापाणि भूत्वा नाम तादृशं रूपं भूत्वा इति नाम अत्र तथैव अत्र साध्य अभावव्यापकी रूपः कस्य अभावस्य अस्ति? सः अभावः नाम यः अभावः साध्याभावव्यापकः भवति. अतः यः अभावः साध्याभावस्य व्यापकः भवति नाम अत्र साध्याभावं प्रति हेत्वाभावः व्यापकः इति जानीमः. साध्याभावस्य कृते व्यापकः भवति एतादृशः अभावः प्रतियोगित्वम् इति व्याप्ति. तस्य इदानीं तस्य अभावस्य प्रतियोगी यः अस्ति, तस्य भावः अथवा जातिः अथवा धर्मः प्रतियोगित्वम् इति एव व्याप्तिः. तस्य प्रतियोगी व्याप्तिः. व्याप्तिस्थले व्यतिरेकव्याप्तिस्थले किं भवति, तत् सर्वमत्र साध्य अभावः, साध्य अभावः अत विशे साध्य अभाव इति विशेषण, व्यापकीभूत अभावः विशेष्यं. यः अभावः, यः अभावः क्षम्यतां भगिनि, न क्षम्यताम्, अभावः इति विशेष्यम्, अभावः इति विशेष्यम्, साध्याभावव्यापकीभूतः अभावः अभावः इति विशेष्यं विशेषणम् अभावः कीदृशः साध्याभावव्यापकीभूतः भूतः अस्ति एषः अभावः नाम साध्याभावव्यापकः अस्ति एषः अभावः तत् सर्वं विशेषणरूपेण आगच्छति अभावः कीदृशः तस्य एतादृशस्य अभावस्य प्रतियोगी यः अस्ति तस्य प्रतियोगित्वम् एव व्याप्तिः भवति इति इदानीं केवलं तत्र किं सारणीरूपेण उक्तवन्तः सारांशत्वेन उक्तवन्तः किन्तु तस्य एतस्य वाक्यस्य पूर्णविवरणम् अग्रे भवति अग्रे यत् एतत् सर्वमस्ति तत् एतस्य वाक्यस्य विवरणमेव अतः दीर्घविवरणमस्ति साध्य अभावं प्रति हेतु अभावः साध्य अभावं प्रति हेतु अभावः व्यापकः साध्य अभावं प्रति हेतु अभावः व्यापकः तत् व्यापकः रूपेण आगच्छति हेतु अभावः तस्य प्रतियोगी हेतु हेत्वाभावस्य प्रतियोगी हेतु हेतु अभावस्य प्रतियोगी हेतुः हेतु अभावस्य प्रतियोगी इति कथनेन किं सिद्ध्यति हेतु अभाव अभावः इति सिद्ध्यति हेतु अभावस्य प्रतियोगी इत्युक्ते किं हेतु अभाव अभावः हेतु अभावः अभावः मतलब इत्युक्ते तत्र यस्मिन् हेतु अभावः नास्ति यस्मिन् हेतु अभावः नास्ति इत्युक्ते यस्मिन् हेतु अस्ति अत्र च स्मर्तव्यं यत् उपरि दत्तेषु त्रिषु वाक्येषु द्वितीयमस्ति यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः नाम यत्र साध्यं नास्ति तत्र हेतु अपि नास्ति यत्र साध्य अभावः तत्र हेतु अभावः यत्र साध्यं नास्ति तत्र हेतु अपि नास्ति तृतीयं च यत्र हेतु भाव अभावः तत्र साध्य अभाव अभावः तत् पुनः एकवारम् अभावस्य योजना तत् यत्र हेतु अभाव अभावः तत्र साध्य अभाव अभावः तत्र तृतीयवाक्यस्य हेतु अभाव अभावः द्वितीयवाक्यस्य हेतु अभाव इति प्रतियोगिस्वरूपः इत्यस्य प्रतियोगिस्वरूपः इत्यस्य प्रतियोगिस्वरूपः नाम यथा नाम अभावस्य योजनेन तत्र हेत्व अभाव हेतु अभावः अस्ति तस्य प्रतियोगी हेत्वाभाव अभावः अथवा हेतुः नाम तत्र हेत्वाभाव अभावः इति तृतीयवाक्ये अस्ति द्वितीयवाक्ये केवलं हेत्वा अभावः इति आसीत् अतः तृतीयवाक्यं किं कथं प्राप्नुमः यदि द्वितीयवाक्यं स्वीकृत्य तत्र प्रतियोगिस्वरूपं तस्य प्रतियोगिस्वरूपं स्वीकुर्मः तृतीयवाक्यं प्राप्नुमः नाम अभावः अभावः इति यदि योजयामः तृतीयवाक्यं प्राप्नुमः तावदेव अनेन हेतु अभावः द्वितीयवाक्यस्य हेतु अभावः इत्यस्य प्रतियोगिस्वरूपः अनेन सर्वं यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति द्वितीयवाक्यं सत्यमेव इति किन्तु अग्रिमे पुनः दत्तमस्ति किन्तु अस्मिन् पर्वते धूम अभावः नास्ति धूम अभावः नास्ति इत्युक्ते धूमः अस्ति अतः धूम अभावः अभावः अस्ति धूमस्य अभावः अभावः अस्ति धूम अस्ति धूम अभाव अभावः च धूम अभावस्य प्रतियोगिस्वरूपः एकवारं धूम अभाव अभावः धूम अभावस्य प्रतियोगी भवति साध्य अभावव्यापकीभूत अभावः अस्मिन् तत् अत्र व्यतिरेकव्याप्तिस्थले तत् वयं दृष्टवन्तः साध्याभावव्यापकीभूत अभावः तत् पुनः एकवारम् अत्र आगतः तत् अभावः तस्य विशेषणरूपेण साध्य अभावव्यापकीभूतः एतादृशः अभावः यः अभावः साध्य अभावव्यापकीभूतः अस्ति अस्मिन् यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः इति अर्थः अन्तर्गतः यत्र यत्र साध्यः अभावः तत्र तत्र हेतुः अभावः यत्र यत्र साध्यः नास्ति तत्र तत्र हेतुः अपि नास्ति इति अर्थः यत्र यत्र साध्याभावः तत्र तत्र हेतुभावः इति अर्थः अस्मिन् पदे अन्तर्गतः अन्तर्गतः नाम अस्य पदस्य अर्थः कः हेत्वाभावः इति एव अर्थः खलु साध्याभावव्यापकः भूतः व्यापकीभूताभावः कः इत्युक्ते हेत्वाभावः इति वदामः अतः यतोहि यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः नाम हेत्वाभावः साध्याभावस्य व्यापकः अस्ति अतः साध्याभावव्यापकीभूताभावः कः इत्युक्ते हेत्वाभावः इति वदामः नाम द्वितीयवाक्यम् अनेन व्यक्तीकृतम् द्वितीयवाक्यम् अनेन व्यक्तीकृतम् नाम एतदेव द्वितीयवाक्यम् यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति द्वितीयवाक्यम् अनेन अनेन व्यक्तीकृतं नाम अनेन अनेन नाम एतेन पदेन व्यक्तीकृतं रियलैज्ड् इति नाम तत्र व्यक्तीकृतम् अथवा डेमान्स्ट्रेटेड् अस्तु अस्तु नाम तत्र व्यक्तीकृतं तत्र नाम द्रष्टुं शक्नुमः व्यक्तीकृतं नाम द्रष्टुं शक्नुमः नाम तत्र जलम् अस्ति नाम तत्र आकाशे जलम् अस्ति किन्तु वयं न द्रष्टुं शक्नुमः किन्तु मेघाः भवन्ति चेत् तत्र जलं दृश्यते खलु नाम मेघाः जलस्य व्यक्तीकरणं कुर्वन्ति नाम तत्र तत् अस्ति इति तत्र द्रष्टुं शक्नुमः तादृशं करोति तदेव व्यक्तीकरोति इत्युक्ते तत्र व्यक्तीकृतं नाम तद् द्रष्टुम् अथवा तत् अवगन्तुं शक्नुमः एतेन आकृतिं लभ्यते तत् आकृतिः भवति तत्र आकृतिं प्राप्नोति आकृतिं ददाति तदा साध्य अभावव्यापकीभूत अभावस्य प्रतियोगी साध्य अभावव्यापकीभूत अभावस्य प्रतियोगी तत् साध्य अभावव्यापकीभूत अभाव इत्युक्ते हेतु अभावः प्रतियोगी प्रतियोगी इत्यनेन हेतु अभाव अभावः एतत् सर्वं तत् साध्य अभावव्यापकीभूत अभाव इत्युक्ते हेतु अभाव तस्य प्रतियोगी हेतु अभाव अभावः नाम तृतीयवाक्यस्य प्रथमं पदं तत्र तृतीयं वाक्यं तृतीयं यत् वाक्यमस्ति तस्य प्रथमं पदं हेतु अभाव अभावः द्वितीयवाक्यं सत्यमस्ति चेत् तृतीयवाक्यमपि सत्यम् इति जानीमः तृतीयवाक्यं सत्यम् अनन्तरं तस्य तृतीयवाक्यं तदपि सत्यं तर्हि हेतु अभाव अभावः अस्ति हेतु अभाव अभावः अस्ति इति कारणतः साध्य अभाव अभावः अपि अवश्यम् अस्ति पुनः हेतु अभाव अभावः तृतीयवाक्यस्य प्रथमं पदं अस्ति इति कारणतः साध्य अभाव अभावः अपि अस्ति. साध्य अभाव अभावः इत्युक्ते साध्यमेव. साध्यस्य अभावः तस्य अभावः इत्युक्ते साध्यम् अस्ति. अतः साध्यम् अस्ति. अनेन च व्यतिरेकव्याप्त्या नाम अभावस्य व्याप्त्या साध्यस्य अस्तित्वं सिद्ध्यति. व्यतिरेकव्याप्त्या अभावस्य व्याप्त्या साध्यस्य अस्तित्वं सिद्ध्यति. एवं च द्वितीयतृतीयवाक्याभ्याम् अनुमति इति ज्ञानं भवति. नाम तत्र कथम् अत्र कार्यं द्वितीयवाक्यं तृतीयवाक्यम् अत्र कथं कार्यं करोति अपि ते तयोः महत्त्वं किम् अस्ति इति अत्र दत्तं. नाम अभावस्य अभावः अभावाभावः इति इत्यस्य योजनेन तत्र प्रथमं सत्यं चेत् नाम हेत्वाभावः यत्र यत्र धूमः यत्र यत्र ध्वन्यभावः तत्र तत्र धूमाभावः पुनः तत्र यत्र च धूमाभावाभावः तत्र तत्र ध्वन्यभावाभावः इति यदासीत् द्वितीयं तृतीयवाक्यं तदेव तत्र अस्मिन् अनुमितिस्थले अन्वय व्यतिरेक अनुमितिस्थले तत्र आगच्छति. अपि तत्र द्वितीयम् अपि तृतीयवाक्यं केवलं प्रतियोगिरूपेण द्वितीयवाक्यस्य प्रतियोगिरूपमेव तृतीयवाक्यं नाम अभावः इति योजनेन इति तावदेव अस्ति. इदानीं तत्र साक्षात् लक्षणवाक्यं यदस्ति तद् तस्य पुनः तत्र एतावत् तत्र मुख्यविषयः किम् इत्युक्ते तत्र अभावं स्वीकृत्य अस्तित्वं साधयितुं शक्नुमः. नाम हेतुः पूर्वं हेतुः अस्ति इति कृत्वा साध्यम् अस्ति इति साधितवन्तः. इदानीं साध्याभावः हेत्वाभावः नास्ति इति स्वीकृत्य साध्याभावः अपि नास्ति इति साधितवन्तः. नाम साध्यः अस्ति इति एव. अतः अभावं स्वीकृत्य अस्तित्वं साधितवन्तः इति एव. अस्तु अस्तु धन्यवादः भगिनि. तत्र दीर्घः परिच्छेदः आसीत् किन्तु सम्यक् अस्ति इति मन्ये. अत्र प्रश्नः अस्ति वा एतावत्? न स्पष्टमस्ति. अस्तु अग्रे तर्हि उषा भगिनि अग्रे. अस्तु महोदय. उक्तं तत्र खलु उक्तं यत् साध्य अभावव्यापकीभूत अभाव प्रतियोगित्वम् इति व्याप्तिः. साध्य अभावम् इति हेत्वा अभाव साध्याभावं प्रति साध्याभावं प्रति हेत्वाभावः व्यापकः. तस्य च प्रतियोगी हेतुः. तस्मिन् प्रतियोगिनि यत् प्रतियोगित्वं तदेव व्याप्तिः भवति. एषा व्याप्तिः साध्यस्य व्यतिरेकव्याप्तिः. अनेन साध्यस्य व्यतिरेकव्याप्तिः कुत्र आगता? इयं व्याप्तिः हेतव्येव आगता. यया रीत्या अन्वयव्याप्तिस्थले तादृशं सामानादिकरण्यम् इति व्याप्तिः हेतौ, तया एव रीत्या व्यतिरेकस्थले तादृशं प्रतियोगित्वम् इति व्याप्तिः हेतौ. उभयत्र साध्यं प्रति व्याप्यहेतुः इत्येव उभयत्र साध्यं प्रति व्याप्यहेतुः इत्येव उभयत्र साध्यं प्रति व्याप्यहेतुः इत्येव परन्तु अत्र सा व्यतिरेकव्याप्तिः. व्याप्यः हेतुः एव हेतुः व्याप्यः भवति चेत् तस्य व्यापकं भवति साध्यम् इति व्याप्येन व्यापकः सिध्यति उक्तं यत् साध्य अभाव व्यापकीभूत अभावप्रतियोगित्वम् इति व्याप्तिः पूर्वं वयं दृष्टवन्तः साध्य अभावव्यापकीभूत इति पदं विशेषणपदं भवति विशेष्यम् अभावः इति चेत् साध्य अभावव्यापकी साध्य अभावव्यापकी साध्य अभाव वह्नि अभाव अभाव व्यापकीभूत वह्नि अभावस्थले व्यापकः अस्ति व्यापकः वह्नि अभाव वह्नि अभावः इति वन्य अभावस्थले व्यापकीभूत व्यापकरूपेण यत् अस्ति इति वन्य अभावः कः इति यः अभावः इति विशिष्टं साध्याभावव्यापकीभूतः अभावः यः अभावः साध्याभावस्य व्यापकः अस्ति यः अभावः साध्य अभावस्य व्यापकः अस्ति तत् हेतुः अभावः एव तत् हेतु अभावः यतोहि हेतु अभावः एव इदानीं व्यापकं भवति बृहत् भवति सत्यं नाम प्रथमतया केवलं तत्र नाम किं वदामः तत्र साध्याभावव्यापकीभूत अभावः तस्य किं वदन्ति तत्र रूढार्थः अपि तत्र योगार्थः तत्र किमस्ति यत् अभावः वर्तते यत् अभावः तादृश अभावः रूपम् अस्ति किम् इति चेत् साध्य अभावव्यापकरूपम् रूपम् इति एव तत्र पदं दृष्ट्वा यत् अवगच्छामः प्रथमतया सः अर्थः भवेत् नाम केवलं हेतु अभावः इति हेतु अभावः इति अनन्तरं किन्तु प्रथमतया केवलं पदं दृष्ट्वा अस्तु अत्र अभावः इति विशेष्यम् इति दृष्ट्वा वयं किम् अवगच्छामः अस्तु एषः अभावः साध्य अभावस्य व्यापकः अस्ति व्यापकः अस्ति सः अभावः इदानीम् ओ अस्तु अस्तु सः अभावः अस्तु अस्तु एषः अभावः अहं जानामि एषः अभावः तद् द्वितीयसोपानं किन्तु प्रथमसोपाने केवलं वर्णनम् अभावः कीदृशः तादृश अभावः अभावस्य प्रतियोगित्वम् इति व्याप्तिः व्याप्तिः कः इति चेत् व्याप्तिः यस्य प्रतियोगी यस्य प्रतियोगी तादृश अभावः सोपानेन प्रतियोगी यः अस्ति तदेव प्रतियोगी व्याप्तिः नास्ति प्रतियोगी यः अस्ति तस्य भावः प्रतियोगित्वं एव तस्य भावः त्वम् इत्यस्तु प्रतियोगित्वम् एव व्याप्तिः साध्य अभावं प्रति हेतु अभावः व्यापकः तदेव तस्य च प्रतियोगी हेतुः हेतु अभावस्य प्रतियोगी हेतुः एव तस्मिन् प्रतियोगिनी यत् प्रतियोगित्वं वर्तते तदेव व्याप्तिः भवति तस्मिन् प्रतियोगिनी दट् हेतुः हेतौ यत् प्रतियोगित्वं तदेव व्याप्तिः भवति अस्तु एषा व्याप्तिः साध्यस्य व्यतिरेकव्याप्तिः अस्तु एषा व्याप्तिः पूर्वं तत्र अन्वयव्याप्तिः आसीत् इदानीं साध्यस्य व्यतिरेकव्याप्तिः अनेन साध्यस्य व्यतिरेकव्याप्तिः अनेन साध्यस्य व्यतिरेकव्याप्तिः कुत्र आगता सो नाम एषा व्याप्तिः कुत्र अस्ति कुत्र अस्ति इति प्रश्नः इयं व्याप्ति हेतव्येव आगता सो अनेन साध्यस्य व्यतिरेकव्याप्तिः कुत्र आगता सो व्यतिरेकरूपेण यत् वयम् इदानीं दृष्टवन्तः व्यतिरेकव्याप्तिः कुत्र आगता इयं व्याप्तिः हेतव्येव तदेव प्रतियोगी हेतुः अस्ति हेतोः जातिः नाम तत्र प्रतियोगित्वं हेतौ एव अस्ति अतः व्याप्तिः हेतौ आगता अस्तु इयं व्याप्तिः हेतौ एव आगता अस्तु यया रीत्या अन्वयव्याप्तिस्थले तादृशं सामानादिकरण्यम् इति व्याप्तिः हेतौ व्याप्तिः हेतवेव अन्वयव्याप्तिस्थले अन्वयव्याप्तिस्थले हेतु अधिकरण वृत्ति अत्यन्त हेतु अधिकरण वृत्ति इत्युक्ते यत्र हेतुः वर्तते यत्र हेतुः वर्तते तत्र अत्यन्त अभाव अप्रतियोगी तत्र अत्यन्त अभाव यः कोऽपि अभावः भवितुम् अर्हति परन्तु तस्य प्रतियोगी साध्यः न भवितुम् अर्हति न भवति इति साध्यस्य सामानादिकरण्यमेव व्याप्तिः इति पूर्वं वयं दृष्टवन्तः अन्वयव्याप्तिस्थले तादृशं सामानादिकरण्यम् इति व्याप्तिः हेतौ तया एव रीत्या व्यतिरेकस्थले तादृशं प्रतियोगित्वम् इति व्याप्तिः हेतौ उभयत्र साध्यं प्रति व्याप्य हेतुः इत्येव परन्तु अत्र सा व्यतिरेकव्याप्तिः उभयत्र साध्यं प्रति व्याप्य हेतुः इत्येव तत् सेण्टेन्स् डसन्ट् सीम् टु मेक् सेन्स् नाम प्रथमतया तत्र व्याप्तिद्वयम् अस्ति खलु नाम अन्वयव्याप्तिः अपि व्यतिरेकव्याप्तिः अन्वयव्याप्तिस्थले तादृशं सामानादिकरण्यम् इति संक्षिप्तरूपेण वक्तुं शक्नुमः तादृशं सामानादिकरण्यं हेतौ व्यतिरेक व्याप्तिस्थले तादृशं प्रतियोगित्वम् इति संक्षिप्तरूपेण वक्तुं शक्नुमः इति एतावत् तदनन्तरम् उभयत्र नाम यदि तत्र व्याप्तिः अन्वयव्याप्तिः अस्ति वा व्यतिरेकव्याप्तिः अस्ति वा हेतुः सर्वदा व्याप्यः भवति खलु व्याप्यः हेतुः एव भवति व्याप्यः हेतुः एव भवति किन्तु साध्यं प्रति व्याप्यः हेतुः एव भवति किन्तु व्याप्यः इति पदमस्ति खलु तस्य अर्थः व्याप्तिः इति पदेन आगच्छति अतः व्याप्तिः तत्र व्यतिरेकव्याप्तिः भवेत् अथवा अन्वयव्याप्तिः भवेत् किन्तु उभयत्र हेतुः एव सर्वदा व्याप्यः यदि व्यतिरेकव्याप्तिः अस्ति वा अन्वयव्याप्तिः हेतुः एव सर्वदा व्याप्यः व्याप्यः हेतुः एव हेतुः व्याप्यः भवति चेत् तस्य व्यापकं भवति साध्यम् इति व्याप्येन व्यापकः सिद्ध्यति व्याप्येन व्यापकः सिद्ध्यति इति पदस् इति वाक्यस्य अर्थः पूर्वमपि दृष्टवन्तः व्याप्येन व्यापकः सिद्ध्यति नाम यत्र व्याप्यः अस्ति तत्र व्यापकः अपि वर्तते. सिद्ध्यति नाम वर्तते, व्याप्येन व्यापकः सिद्ध्यति. यत्र व्याप्यः वर्तते तत्र व्यापकः अपि वर्तते वर्तते इति एव तत्र सिद्ध्यति इति पदस्य अर्थः अत्र. व्याप्येन व्यापकः सिद्ध्यति नाम यत्र व्याप्यः वर्तते, व्याप्यः वर्तते तत्र व्यापकः अपि वर्तते इति अस्ति. अतः तत्र उभयत्र इति केवलं व्याप्यः एव अस्ति, उभयत्र नाम व्यतिरेकव्याप्तिः भवेत् अन्वयव्याप्तिः भवेत्, किन्तु हेतुः एव व्याप्यः सर्वदा. अत्र साध्य उभयत्र साध्यं प्रति व्याप्यः देर् विसर्ग नाट् देर् महोदय, व्याप्यः हेतुः इत्येव. किन्तु तत्र व्याप्यहेतुः नाम ओ अस्तु अस्तु व्याप्यः हेतुः इति अस्तु सत्यं सत्यं भगिनि हा हा सत्यं व्याप्यः हेतुः एव एतत् अत्र अस्ति भगिनि सत्यं सत्यं तत्र विसर्गः नासीत् हा अस्तु सत्यं अत्र व्याप्यः हेतुः एव इति अस्ति. अस्तु तर्हि बहु समीचीनम्. अतः अत्र एव स्थगयामः तर्हि, अग्रिमवर्गे मिलामः. धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः.